सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति अदादिगणः अजन्तदातवः इति। तत्र वेविङ्ग् वीदिङ्ग् इत्यनयोः रूपाणि अस्माभिः साधितानि। तत्र वेविङ्ग् धातुः वीदिङ्ग् धातुः धातुद्वयमपि केवलं च वेदे एव, अत्र लोके तस्य प्रयोगः नास्ति। तर्हि इदानीम् अग्रे गच्छामः। उकारान्तदातवः ऊकारान्तदातवः च इति ततः आरभ्य एकवारं पश्यामः। किं लक्ष्मीभगिनी पठेत् आरब्धुम् इच्छति वा? आं भगिनि, पठामि। उकारान्तधातवः ऊकारान्तधातवः च चतुर्दशधातवः कु टुक्षु क्ष्णु नु द्यु यु षु ष्णु ऊर्णु रु ह्नुङ् ष्टुञ् ब्रूञ् शूङ्। तेषु प्रथमविभागः सामान्याः उकारान्तधातवः। नवधातवः कु टुक्षु क्ष्णु नु द्यु यु षु ष्णु ह्नुङ्। हलादिपित्सु उतो वृथि लुकि हलि इत्यनेन वृद्धिः यु योगति यु योग औ योगति यौति। अजादिपित्सु गुणः अवादेशः यचो यवायावः यु योग आनि यो योग आनि य योग अव योग आनि यवानि। हलादि अपित्सु निति च गुणनिषेधः यु योगतः युतः। अजादि अपित्सु निति च गुणनिषेधः अचिष्णुधातु ब्रुवां युवोरियङ् उवङौ इत्यनेन उवङ् आदेशः यु योग अन्ति युवन्ति। अत्र अदादिगणे उकारान्त उकारान्तधातुषु चतुर्दशधातुषु सामान्य उकारान्तधातवः नवधातवः, अत्र का प्रक्रिया इति अत्र उल्लेखितः। तर्हि हलादिपित्सु पित् इति कारणेन गुणकार्यं भवितुम् अर्हति। अत्र सूत्रमस्ति उतो वृथि लुकि हलि इत्यनेन वृद्धिः भवति इति वैशिष्ट्यमस्ति। तत्र उदाहरणं प्रदर्शितमस्ति यत् यु योगति इत्यत्र उकारस्य स्थाने उकारः न जायते, किन्तु वृद्धिः भूत्वा औ भूत्वा औ इति उकारस्य स्थाने औ भूत्वा यौति इति रूपं निष्पद्यते। अजादिपित्सु अपि गुणः गुणस्य प्रसक्तिः, तत्र गुणः गुणः सम्भवति अवादेशः प्रथमं भूत्वा यु योग आनि यो योग आनि अवादेशः यवानि इति अन्तिमरूपं भवति। हलादि अपित्सु यथा गुणनिषेधः इति च सूत्रेण यु योगतः युतः। अजादि अपित्सु अपि समानकार्यं गुणनिषेधः, किन्तु अत्र अचीपरे अस्ति इति कारणात् अचिष्णुधातु ध्रुवं युवोरियङ् उवङ् इत्यनेन उवङ् आदेशः उकारान्तधातुः अस्ति, उवन्तादेशः भूत्वा यु योग अन्ति इत्यत्र युवन्ति इति रूपं निष्पद्यते इति प्रदर्शितम्। अग्रे उतो वृथि लुकि हलि इति सूत्रं निर्दिष्टमस्ति, पठानि वा? आमां कृपया पठतु। उतो वृथि लुकि हलि लुकः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः हलादि पित् सार्वधातुकप्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः, न तु केवलम् उकाररूपी अङ्गम्। अस्तु, अलौन्त्यस्य इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धि आदेशः। उतः षष्ट्यन्तं वृद्धि प्रथमान्तं लुकि सप्तम्यन्तं हलि सप्तम्यन्तम् अनेकपदमिदं सूत्रम्। नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् न अभ्यस्तस्य पिति सार्वधातुके इत्येषाम् अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य. अत्र उतो वृथि लुकि हलि इति सूत्रार्थः निर्दिष्टः. लुक्कः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः भवति हलादि पित् सार्वधातुकप्रत्ययपरे इति अत्र निमित्तमपि निर्दिष्टम्. विधिः तु वृद्धिः भवति इति. कस्य वृद्धिः इति चेत् उदन्ताङ्कस्य अलौन्त्यस्य इत्यनेन उदन्ताङ्कस्य अन्तिमवर्णस्य वृद्धिः इति अर्थः भवति. कदा भवति इति चेत् लुक्कः विषये, यत्र लुक् सम्भवति, लुक् इत्यनेन लोपः अदर्शनं भवति, तत्र अनभ्यस्तस्य उदन्ताङ्कस्य उकारान्तम् अङ्गम् अन्ते स्यात्, उकारः अङ्गस्य अन्ते स्यात्, अनभ्यस्तः अपि भवति, तादृश अङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति. निमित्तमस्ति अत्र हलादि पित् सार्वधातुकप्रत्ययः. सो हल् आदौ भवेत्, सार्वधातुकप्रत्ययः अपि स्यात्, पित् अपि स्यात् इति. एकस्मिन्नेव प्रत्यये त्रीणि विशेषणानि, हलादि अपि भवतु, पित् अपि भवतु, सार्वधातुकप्रत्ययः अपि यत्र निमित्तं परे सप्तम्यन्त निमित्तम् अस्ति, तत्र अनभ्यस्तस्य उदन्ताङ्कस्य अन्तिमवर्णस्य वृद्धिः भवति इति अर्थः. अनुवृत्तिसहितसूत्रमस्ति, उत्तः अङ्गस्य वृद्धिः लुकि हलिपिति सार्वधातुके न अभ्यस्तस्य. अत्र उत्तः उकारान्तस्य इति येन विधिस्तदन्तस्य इत्यनेन ज्ञायते, उकारान्त अङ्गं तस्य वृद्धिः. तर्हि स्थानिका इति चेत् अलोन्त्यस्य इत्यनेन अन्तिमवर्णः वृद्धिः, वृद्धिसंज्ञकः भवति तस्य. लुकि अत्र किम्, अत्र लुक् यत्र भवति तत्र लुकि विषये इति वक्तुं शक्नुमः. निमित्तानि हलिपिति सार्वधातुके. अपि च अत्र न अभ्यस्तस्य, अभ्यस्तसंज्ञकस्य न भवति, केवलम् अनभ्यस्तस्य एव एतादृशवृद्धिसंज्ञकः वृद्धि आदेशः भवति इति अत्र निर्दिष्टमस्ति. आमां समीचीनं भगिनि, सम्यक् अस्ति. इत्युक्ते अत्र लुक् विषये इति उक्तं, सिद्धान्तकौमुदीकारः लुक् विषये इति वदति, समीचीनं. नो चेत् लुकि सति इति सतिसप्तमी अपि वक्तुं शक्नुमः. लुकि सति उदन्ताङ्गस्य वृद्धिः भवति हलिपिति सार्वधातुके न अभ्यस्तस्य. अभ्यस्तसंज्ञक अङ्गं न भवेत्, यत्र द्वित्वं भवति तत्र एव अभ्यस्तसंज्ञक अङ्गं भवति. अभ्यस्तसंज्ञक अङ्गं न भवेत्, ह्रस्व उकारान्त अङ्गम्, अनन्तरं तत्र प्रत्ययस्य लुक् अपि स्यात्. यदा प्रत्ययस्य लुक् भवति तदा ह्रस्व उकारान्त अङ्गस्य वृद्धिः भवति हलीपिति सार्वधातुके. हलादि पित् प्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः अस्ति चेत् वृद्धिः भवति, अपि च द्वित्वकार्यं तत्र न स्यात् अथवा अभ्यस्तसंज्ञक अङ्गं न स्यात् इति अस्ति. तर्हि इदं सूत्रं केवलं हलादिपित्सु एव अस्य कार्यम्. अतः अत्र ये उकारान्तदातवः, सस्व उकारान्तदातवः सन्ति, तेषां हलादिपित्सु उतो वृद्धि लुकि हलि इत्यस्य कार्यम्. अनन्तरम् अजादिपित्सु किं भवति? अजादिपित्सु, अजादिपित्सु तु सामान्यरीत्या गुणकार्यमेव सम्भवति. यचोयावायावः भूत्वा गुणकार्यं भूत्वा यचोयावायावः अपि सम्भवति अजादिपित्सु. हलादिपित्सु किं भवति? हलादि अपित्सु, हलादि अपित्सु गुणनिषेधः भवति सामान्यरीत्या. अजादि अस्ति चेदेव अत्र अचिष्णुधातुप्रवां युवोर्यनुवङ् इत्यनेन उवङ् आदेशः भवति अजादि अपित्सु. सूत्रे हलादिः इति न उक्तं चेत् तदानीम् अजादि अपित्सु, अजादिपित्सु अपि तस्य कार्यं भवति खलु. अपि च सूत्रे पित् न उक्तं चेत् हलि सार्वधातुके इति कार्यं भवति इति तत्र जलसार्थके वयं चिन्तयितुं शक्नुमः. इत्युक्ते तत्र यु इति धातुः यु इति धातुः अस्ति खलु, यु धातुः यङ् लुकि किं भवति इत्युक्ते यो यु इति धातुः, यो यु इति अङ्गं तु अभ्यस्तसंज्ञक अङ्गम् अस्ति खलु, तत्रापि अदादिगणवत् प्रत्ययस्य शपः लुक् भवति. यो यु योगः शप् योगः ति, शपः लुक् भवति यङ् लुगन्तधातुः, शपः लुक् भवति, तदानीं तत्र लुक् विषयः अपि अस्ति, तिङ् प्रत्ययः हलि अस्ति, पिति अपि अस्ति इति कृत्वा यो यु इत्यत्रापि वृद्धिः स्यात्, परन्तु वृद्धिः न भवति यतोहि अभ्यस्तसंज्ञक अङ्गमस्ति. अस्तु भगिनि, अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः. भगिनि अग्रिमवाक्यमपि एकवारं पठतु यु इति. यथा युयोगति कर्त्रर्थे सार्वधातुकप्रत्यये परे कर्तरि शप् युयोग शप् योगति, शपः लुक् अधिप्रभृतिभ्यः शपः, युयोगति उतो वृद्धि लुकि हलि इत्यनेन वृद्धिः, युयोग औ यौ योगति यौति इति अन्तिमरूपम्. अत्र प्रक्रिया प्रदर्शिता अस्ति. युयोगति इत्यत्र यु इति उकारान्तधातुरुपि अङ्गम्, ति इति पित्तप्रत्ययः अस्ति, पित्तप्रत्ययः अस्ति, हलादि अपि अस्ति. सामान्यसूत्रं कर्तृशप् इत्यनेन सार्वधातुकप्रत्ययः परे अस्ति, कर्तृतकः च इति कारणात् कर्तृशप् इत्यनेन शप् विधीयते. युयोग शप् योगति, किन्तु अत्र अदादिगणीयः यु इति धातुः इति कारणात् शपः लुक् भवति अधिप्रभृतिभ्यः शपः इति कारणात्. इदानीं स्थितिः युयोगति, अत्र ति इति हलादि अस्ति, सार्वधातुकप्रत्ययः अस्ति, पित् अपि अस्ति इति कारणात् उकारान्त अङ्गम् अस्ति यु, अतः यु इत्यस्य अन्तिम उकारस्य वृद्धिः भवति उतो वृद्धि लुकि हलि इति सूत्रेण. इदानीं यु योग औ यौ योगति यौति इति अन्तिमरूपं जायते. समीचीनं भगिनि. तर्हि इदानीं लट्टीरूपाणि, लट्टीरूपाणि तत्र मीना भगिनि वदति वा? वदामि भगिनि. यु दातु किल, यु दातु, यु योगः ति तत्र तत्र कर्तत्रे सार्वधात्कप्रत्यये कर्तरि शप् आगच्छति, यु योगो शप् योगति, तदनन्तरं लुक् भवति अदादिगणे अधिप्रभृतेः शपः इति सूत्रेण यु योगः ति. अत्र गुणं प्रपाद्य हलादि पित् अस्ति, गुणं भवेत्, परन्तु तत् प्रपाद्य नूतनसूत्रम् उतो वृद्धिर्लुकि हलिपिति इति सूत्रम् आगच्छति, तत्र वृद्धि भवति यौति इति रूपम्. तदा ति तः अन्ति, तः तत्र अपित् अस्ति, हलादि अपित् अस्ति, तत्र गुणनिषेधः भवति, यु यु तः एव युतः एव भवति. तीतः अन्ति तत्र अजादि अपित् भवति, तस्मात् अजादि अपित् अस्ति, तत्र युवन्ति इति भवति. कथमिति युक्ते तत्र अपित् अस्ति, गुणं न भवति. अचिष्णु धातु ब्रुवामिति सूत्रेण गुणः न भवति, गुणः न भवति तत्र अचिष्णु धातु, अत्र आगच्छति किल अचिष्णु धातु युवोर्यङ् युवङौ इति सूत्रेण, तत्र उव् आगच्छति, इय् यकारस्य उव् भवति, युव् अन्ति, तदनन्तरं युवन्ति इति रूपं भवति. तत्र धन् यु यु योगः सि भवति तत्र सहलादि पित् भवति तत् गुणप्रपात्य ऊतो वृद्धि लुकि हलिपिति इति सूत्रेण यौ सि तन् यौ षत्वं भवति किं सूत्रम् अस्ति तत्र सूत्रं किम् अस्ति भवने आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति यौ सि यौषि यु तः तत्र हलादि अपि किमपि कार्यं नास्ति उतः युत यु मि तत्र हलादि पित् तदनन्तरं तत्र उतो वृद्धिलुकि हलिपिति यौ मि भवति यु वहमः तत्र हलादि अपि तस्ति युवः युमः सम्यक् सम्यक् अस्तु तर्हि लोटि विजयाभगिनी वदति वा अस्ति वा भगिनि अस्तु तर्हि शोभा भगिनी वदतु आं महोदय अत्र पास्वर्ड् अत्र निष्कासनम् अस्तु महोदय इदानीं लोट् लकारः यु इति धातुः अस्ति इदानीम् अत्र टु तात् इति अस्ति यु इति अस्ति अत्र अतो वृद्धि लुखि हलु इत्यनेन उकारस्य स्थाने वृद्धिः भवति अतः यौ इति भवति अनन्तरं तु योजनेन यौत् इति भवति तु तात् इदानीं तात् अत्र किम् अस्ति अत्र वर्णमेलनमेव खलु महोदय युतात् इति भवति अनन्तरम् अत्र ताम् इति अस्ति तत्र अपि किमपि कार्यं नास्ति अत्र अत्रापि वर्णमेलनमेव यौतु युतात् युताम् अनन्तरम् अत्र अन्तु अस्ति अत्र अन्तु अजादि अपित् अस्ति अत्र अन्तु अस्ति अस्ति वर्णः अतः तत्र अस्तिष्णुधातु गुरुवां युवो रियं गुवङ्गौ इत्यनेन उकारस्य स्थाने उवङ्ग् भवति अतः उ इति भवति अनन्तरम् अत्र अन्तुयोजनेन युवन्तु इति भवति अनन्तरम् अत्र युतात् इति भवति मध्यमपुत्र एकवचनम् अनन्तरम् इति अस्ति अत्र अत्रापि वर्णमेलनमेव युहि इति अनन्तरम् अत्र युतम् इति भवति तात् तं स अनन्तरं युत इति भवति अनन्तरम् अत्र इदानीम् अत्र यु योगः आनि भवति आनि किं भवति आम् अत्र यु इति अस्ति अत्र उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोग इत्यनेन अनन्तरम् ओकारस्य स्थाने एषो यव यवः इत्यनेन अवादेशः भवति अनन्तरम् अत्र युवा भवति आनि योजनेन अत्र अकः सवर्णे दीर्घः इत्यनेन वर्णमेलनेन युवानि इति भवति न युवानि इति नास्ति कुत्रापि अकः सवर्णे दीर्घः युव अवादेशः भूत्वा आनि योजनेन युवानि एव भवति युवानि इति नास्ति युवानि यु इत्यस्य गुणः जातः खलु यो आनि इति अस्ति खलु महोदय अत्र यु योगः आनि योजनेन युवानि एव खलु यवानि योगः यवानि आमामां क्षम्यतां महोदय एतत् परिवर्तनम् अभवत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन ओकारस्य स्थाने ओकारः भवति अनन्तरम् अवादेशः अतः तत्र यवानि इति भवति इदानीम् अत्र आव आम भवति तदेव भवति अत्रापि सार्वधातुक अर्धधातुकयोः अनन्तरम् अत्र एषो यव यवः एतत् सर्वाणि सूत्राणि कार्याणि भूत्वा अत्र व्यवाव व्यवाम इति भवति महोदय. समीचीनं समीचीनं, धन्यवादः. धन्यवादः. तर्हि इदानीं नमस्कारः विजयलक्ष्मी भगिनी लङ्गि. लङ्गि यू किमस्ति भगिनि? आत् आताम् न प्रत्ययः विस्मृतवती. तकारः तकारः ताम ताम अन् हा ताम अन् तत्र आडजादीनाम् इति अट् आगमः आयाति. अत्र अज हलादि पित् अस्ति अतः किं भवति उतो वृद्धिर्लुकि हलि इति उकारस्य औकारः भवति. भगिनी आडजादीनां किमर्थं यु अस्ति? आडाजादीनां न, सारि अट् आगमः भवति. केन सूत्रेण? लुङ् लुङ् लङ् लुङ् उड् अडुदात्तः. अत्र यौ अपि च त इति अस्ति. किं भवति वर्णमेलनेन अयौत् सम्यक् वा भगिनि? अयौत् अडागमः अपि अस्ति खलु, अयौत् इति उक्तवती. अयौत् अयौत् इत्युक्ते अत्र एकं वक्तव्यम् इत्युक्ते यत्र कुत्रापि अन्ते हल्लन्तशब्दः अस्ति तत्र पदसंज्ञा यदा भवति सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा भवति तत्र जलां जसोन्ते इत्यनेन तकारस्य तकारः भवति. अनन्तरं अयौत् अयौद् अनन्तरं वा अवसाने इत्यनेन चर्त्वं विकल्पेन. अस्तु अयौद् अयौत् इति वा न प्रथमम् अयौत् इति एव खलु न प्रथमं द्वितीयम् इति किमपि नास्ति. जलां जशोन्ते इत्यनेन दकारः अनन्तरं यदा विकल्पः जायते चर्त्वं अतः एकस्मिन् पक्षे दकारः एकस्मिन् पक्षे तकारः अतः किं प्रथमं किं द्वितीयम् इति नास्ति. अस्तु पुनः प्रथमपुरुष द्विवचनं तत्र यु अयु ताम् इति प्रत्ययः कार्यं किमपि नास्ति तत्र अयुताम् अन् अन् इत्यत्र पुनः अन् किं भवति यो तु न यौ भवति वा उवङ्ग् आदेशः भवति वा भगिनि? उपरि प्रदर्शितमस्ति खलु किमर्थं भवत्याः संशयः? युवन् युवन् इति भवति अयुवन् अयुवन् पुनः मध्यमपुरुष तत्र किमस्ति भगिनि प्रत्यय विस्मृतवती तं त मनसि अस्ति स तं त अतः यु तत्रापि हलादि तित् अस्ति यु इत्यस्य यौ भवति स अयौः अयौः अयुतं अयुत उत्तमपुरुषे अम् अम् व म इति वा भगिनी विस्मृतवती आमाम् अम् व म अत्र उवङ् आदेशः भवति वा एकनिमिषम् आम् अव् इति एचोयवायावः इति न न अम् इति प्रत्ययः कीदृशप्रत्ययः पित्वा पित्वा न न हलादि सारि अजादि पित् अतः गुणः भवति गुणः भवति चेत् अ यो भवति अयो अयव अयवम् अयवम् अयवम् अनन्तरं अयु वर्णमेलनम् अयुव अयुम सम्यक् सम्यक् समीचीनम् तर्हि अरुणा भगिनी विधिलिङ्गि वदति वा आं भगिनि नमस्कारः प्रत्ययः विधिलिङ्ग् या यात्यातां विहु याः यातं याता यां यावयाम सर्वे प्रत्ययाः हलादि अपित् अस्ति अतः गुणनिषेधः भवति यूया यूयातां यूयुः यूयाः यूयातं यूयात यूयाम यूयाव यूयम यूयाम सम्यक् सम्यक् धन्यवादः भगिनि समीचीनं सम्यक् अस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः सर्वाणि रूपाणि स्थापितानि इति एवमेव अन्ये दातवः ततः आरभ्य शोभा भगिनि आं भगिनि एवमेव अवशिष्टाः अष्टौ सामान्यः सामान्यधातवः कुशब्दे कौति क्युशब्दे चौति स्नु तेजने स्नौति नु स्तुतौ नौति द्यु अभिगमने द्यौति क्षु प्रसवैश्वर्योः प्रसव ऐश्वर्योः स्तौति स्नु प्रसवणे स्नौति ह्नु अपनयने निद्वात् आत्मनेपदे स्नुते इति अस्तु इति अचिष्णुधातुभ्रुवां योर्यङ्वङ्गौ इति सूत्रं स्नु प्रत्ययान्तं आं भगिनि भगिनि वयं किं कुर्मः इति चेत् इदानीम् अत्र ये दातवः सन्ति तेषां रूपाणि झटिति वक्तुं शक्नुमः इति एकवारं पश्यामः इदानीं कु धातोः रूपाणि वदतु अस्तु तर्हि तत्र कु धातुः इदानीं तत्र एवमेव रूपाणि भवन्ति यथा यु धातोः इति कृत्वा तत्र प्रयत्नं करोमि भगिनि कौति इति किं लट्लकारे कौति कुतः कुवन्ति तर्हि यत् कौशि कुतः कुत गौमि कुवः कुमः इति भवति लोटि लोटि तत्र तु इति पित् कौ तु कुतात् अथवा कुताद् तत्त्वं भूत्वा कुताम् इदानीम् अजादि अन्तु इति कुवन्तु इति भवति अपि च हीतात् कुहि न न कुतात् कुताद् कुतं कुत इदानीम् आनीय वा न कुहि इति न उक्तं खलु कुहि कुहि कुतात् कुताद् कुतं कुत आनीय वाम पितः तर्हि तत्र किं भवति कु योग इदानीं कु योगः अजादि अपित्सु अजादिपित्सु गुणः अवादेशः अस्तु तर्हि तत्र कुवानि कुवाव कुवाम उत्तमं धन्यवादः भगिनि इदानीं सूर्यकुमारी भगिनी लङ्गि विधिलिङ्गि भगिनि अङ्गमस्ति अकु अकुयोगः कवानि कवानि कवानि कुवानि नास्ति कौ कौ तदनन्तरम् अवादेशः कव कवानि आं कवानि कवाव कवाम आम् सम्यक् भगिनि सरस्वती भगिनी सम्यक् अस्तु सूर्यकुमारी भगिनी अपि लङ्लकारः अङ्गमस्ति अकु अकुयोगः हलादिपित् अस्ति वृद्धि भवति अकौत् भवति अपित् अलाद् अस्ति अकुथाम् अन् अपित् अजादिप्रत्ययः अस्ति अत्र उवङ् आदेशः भवति अकुवन् भवति मध्यमपुरुष अकु धातु अस्ति अङ्गमस्ति अकुयोगः स पि अलादिपित् अस्ति वृद्धि भवति अकौ अकौ अकौ भवति अकुतम् अकुत उत्तमपुरुष अम् अजादिपित् अस्ति गुण भवति अको अको प्रथमम् अनन्तरम् अवभवति अकुवं भवति अकवम् अकवम् सः एव दोषः तत्र विजया भगिनीतः आरभ्य सर्वत्र कु कु इति वदन्ति कु यु इति न अकवम् अलाद् अपि अस्ति सन् वर्णमेलनमेव अकुव अकुम समीचीनं विधिलिङ्गि विधिलिङ्गि सर्वे अपित् अलाद् अस्ति वर्णमेलम् एव कुयात् कुयातां कुयुः कुयाः कुयातं तत्र कुयात् भवति कुयादपि भवति प्रथमपुरुषे एकवचने कुयाः कुयातं कुयात कुयां कुयाव कुयाम सम्यक् सम्यक् समीचीनं तर्हि इदानीम् अस्तु क्षु इति तत्र स इति इतोपि एकं कुर्मः अस्तु श्नु श्नु इति दातुं स्वीकुर्मः तर्हि कः शोभा सरस्वती भगिनी वदतु श्नु इति दातुः आं भगिनि श्नु अस्ति लटि तीतः अन्ति हलादिपित् अस्ति अतः उति वृद्धि उति उतो वृद्धिर्लुकि हलि अनेन सूत्रेण वृद्धिः भवति गुणस्य स्थाने तर्हि क्षम्यतां भगिनी विस्मृतवती अहं धातु किमस्ति धातु नो श्नु श्नु तर्हि क्ष्णु इदानीं क्ष्णौ भवति तर्हि क्ष्णौति भवति तदनन्तरं तः तत्र किमपि कार्यं नास्ति केवलं रूपाणि अत्र प्रक्रियायाः चिन्तनस्य आवश्यकता केवलं श्नौति क्ष्णुतः क्ष्णुवन्ति तदनन्तरं क्ष्णौषि आदेशप्रत्ययतः क्ष्णुतः क्ष्णुथ क्ष्णौमि क्ष्णुवः क्ष्णुमः लटि लोटि लोटि क्ष्णौतु किमस्ति क्ष्णौतु क्ष्णुतात् क्ष्णुताद् क्ष्णुतां क्ष्णु क्ष्णुवन्तु हि अस्ति क्ष्णुहि क्ष्णुतात् क्ष्णुताद् क्ष्णुतं क्ष्णुत आनि यदि क्ष्णवानि क्ष्णवाव क्ष्णवाव क्ष्णवाम सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः. इदानीम् उमा भगिनी लङ्गि विधिलिङ्गि वदति वा? उच्चैः वदतु, न श्रूयते. न लङ्गि खलु. अडागमः अस्ति खलु, अश्नौत्. अडागमः भगिनि, अडागमः वदति किं, पुनः वदतु, न श्रूयते देश. अपि श्रूयते वा? श्रूयते, वदतु. ओके, अश्नौ अश्नुताम् अश्नुवन् अश्नुतम् अश्नुत अक्ष्णम् अक्ष्णव अक्ष्णवम् अक्ष्णवम् अक्ष्णाव अक्ष्णाम. न न न उत्तमपुरुषे वदतु पुनः एकवारम्. उत्तमपुरुषे अक्ष्णवम् न अक्ष्णवम् सारि सारि सारि अक्ष्णवम् अक्ष्णुव अक्ष्णुम विधिलिङ्गि. यात् श्रूयात् श्रूयात् श्रूयातां श्रूयुः श्रूयाः श्रूयातं श्रूयात् श्रूयां श्रूयाव श्रूयाम. सम्यक् सम्यक् समीचीनं धन्यवादः. तर्हि इदानीं तत्र अन्ये धातवः समानरूपेण केवलम् अत्र आत्मनेपदी धातुः यः धातुः अस्ति, स्नु अपनयने निद्वात् आत्मनेपदे स्नुते इति. इदानीं लक्ष्मीभगिनी वदति वा स्नु धातोः रूपाणि? आं भगिनि वदामि. ह्नु अपनयने इति धातुः अत्र आत्मनेपदिधातवः लटि ते आते अते. तर्हि ह्नु योग ते केवलं वर्णमेलनमेव ह्नुते इति भवति. आते इति अत्र अजाति अपित् अस्ति, तर्हि अचिष्णु धातु पूर्वमयोर्योगः प्रवर्तते. ह्नुते ह्नुवाते ह्नुवते तत् अत्रापि समानकार्यं. ह्नु ह्नुषे ह्नुवाथे ह्नुध्वे वा ह्नुध्वे ह्नुध्वे ऐ वहेमहे इत्यत्र ह्नुयोग ए क्षम्यता ए वहेमहे इत्यत्र ह्नुयोग ए ह्नुयोग ए ह्नुव ह्नु ह्नु ह्नुवे ह्नुवे ह्नुवहे ह्नुमहे इति लटि. लोट्लकारे ताम् आताम् अताम् ह्नुयोगतां ह्नुतां ह्नुवातां ह्नुवतां ह्नुस्व ह्नुवाथां ह्नुध्वं ह्नुस्व न ह्नुष्व तत्र आदेशप्रत्ययोः अपि भूत्वा ह्नुष्व ह्नुवाथां ह्नुध्वम् ह्नुयोग ऐ ह्नुयोग ऐ अजाति इत् अस्ति, तर्हि गुणकार्यमेव ह्नवामहै इति लटीरूपाणि. अस्तु सम्यक् समीचीनं. तर्हि इदानीम् अग्रे किं तत्र विजयलक्ष्मी भगिनी लङ्गी विधिलिङ्गि भवती लङ्गी उक्तवती खलु पूर्वं, तर्हि इदानीम् अस्तु अरुणा भगिनी वदतु. आं भगिनि, प्रथमम् अडागम आगच्छति लङ् लोङ् सूत्रेण, तदनन्तरं सो अङ्गमस्ति अहु, अहु योगः, सर्वे प्रत्ययः अपित् अस्ति, गुणनिषेधः भवति, अहु योगः ता अहुता भवति, आताम् अस्ति, अत्र एव अत्र यन् सन्ति भवतां भगिनि ताः हुताः अहूताः अहु अहुवाताम् अहुद्वम् अहुद्वम् अहुत्वम् ई चिष्टदात् अवे भवति भगिनि. इत्युक्ते अत्र पश्यन्तु वह्निः इति शब्दः अस्ति चेत् तत्र वह नि इति अत्र वह्निः इति वयम् उच्चारणं कुर्मः. वह्निः अत्र हकारस्य अनन्तरं नकारः अस्ति चेत् नकारस्य उच्चारणं प्रथमं भवेत् खलु. एवम् अत्र अन्हुत अन्हुवाताम् अन्हु अन्हुवत इति भवेत् खलु इति मम चिन्तनम् अस्ति इदानीम्. परन्तु तत्र नकार उत्तरवर्ति उकारः अपि अस्ति इति कृत्वा अन्हु इति हकारस्य उच्चारणं प्रथमं भवेत् वा इति तत्र किञ्चित् द्रष्टव्यं. वह्निः इति यत्र उच्चारणमस्ति तथा अत्र भवेत् इति भाति. परन्तु उकारस्य का गति अह्नुवति नास्ति वा? अह्नु अह्नुवि नास्ति वा? तदेव अहम् इदानीं पृच्छामि. इत्युक्ते प्रतिध्वनिः इत्युक्ते तदेव अहम् इदानीं चिन्तनं कुर्वती अस्मि. तत्र वह्निः इत्यत्र नकारस्य उच्चारणं प्रथमं भवति, तत्रापि ईकारः अस्ति. वह नि नकार उत्तरवर्ति इकारः अस्ति. तत्र वह् वह्निः हि हकार उत्तरवर्ति इकारः इति वयं स्वीकुर्मः. एवम् अत्र अन्हुत अन्हुवाताम् अन्हुवत अन्हुताः अन्हुवाताम् अन्हुद्वम् अन्हुवि अन्हुवि इति प्रत्ययः खलु. किमर्थम् अन्युः आगच्छति भगिनि? भगिनि हुते इत्यत्र नहुते इति वा? कुत्र नुते? लट् लकारे नुहु नुहुते नुते नुते इति कश्चन क्लेशः अस्ति तत्र. नुते नुते अस्तु. अत्र अरुणा भगिनी उत्तमपुरुषे उत्तमपुरुषे आह्वै न न अन्हुवि अन्हुवहि अन्हुमहि विधिलिङ्गि विधिलिङ्ग् अत्र केवलं सर्वे ईकार अस्ति प्रथमम् अतः अचिष्णु दातु ब्रुवां योर् यो अङ्गवङ्ग ओ हनि हनि हनित नुवीत नुवीत नुवीत नुह्वीता नुह्वीयातां नुवीरन् नुह्वीताः नुवीयातां नुह्वीध्वं नुह्वीय नुह्वीवहि नुह्वीमहि इत्येवं तत्र अस्ति नु नकारः हु नुह्वी नु इति न नुह्वी नु हु वि कश्चन क्लेशः अस्ति तत्र अस्तु यत्किमपि भवतु नाम अस्तु इदानीं तत्र अग्रे अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रमस्ति इदानीं शोभाभगिनी पठतु आं भगिनि भगिनी तत्र मतभेदः अस्ति खलु तत्र हकारः भवति वा नकारः अथवा मकारः भवति वा पूर्वम् इति मतभेदः नास्ति मतभेदः नास्ति कुत्र अस्ति मतभेदः अहं श्रुतवती भगिनि तत्र मतभेदः वैयाकरणेषु दक्षिणात्यः उत्तरात्येषामपि मतभेदः इति इदानीं वह्निः वह्निः इति शब्द शब्दस्य उच्चारणे भवति वदति वा अत्र यत्र कुत्रापि तत्र ब्रह्म अथवा वह्निः यत्र कुत्रापि नकार अथवा मकारस्य योगे संयुक्ताक्षरे हकारः भवति तदा ते वदन्ति तत्र सौलभ्यार्थं प्रायशः तथा अभवत् किन्तु हकारः एव प्रथमम् उच्चारणीयम् उच्चारणीयः वदति कः वदति केन उक्तं किञ्चित् प्रेषयतु कुत्र दृष्टमिति अस्तु भगिनि तत्र अस्तु अनन्तरं प्रेषयामि तर्हि तत्र पूर्वं यतोहि तत्र लेखनं नासीत् खलु तत्र केवलं उच्चारणे तत्र हा उच्चारणे उच्चारणात् एव ओरल् एव ट्रान्स्मिटेड् तर्हि तत्र पाणिनीयशिक्षा वर्तते खलु पाणिनीयशिक्षा वर्तते पाणिनीयशिक्षा एव अस्माकं तत्र किमस्ति नियमः अस्ति पाणिनीयशिक्षायां किम् उक्तं तदेव अस्माभिः द्रष्टव्यं केचन एवं वदन्ति केचन अन्ये वदन्ति तत्तु अस्ति परन्तु पाणिनीयशिक्षायां किं किम् उच्चारणविषये एव पाणिनीयशिक्षा वर्तते खलु कुत्र अस्ति भगिनि पाणिनीयशिक्षायां कुत्र अस्ति इत्युक्ते किं न अहं अध्येतुम् इच्छामि यथा शिक्षाग्रन्थे भगिनि शिक्षा इति ग्रन्थः अस्ति खलु पाणिनीयशिक्षा इति ग्रन्थः तस्मिन् ग्रन्थे उच्चारणविषये सर्वे विषयाः उक्ताः अस्तु तर्हि तत्र न किं हकारः परम् उच्चारणीयम् इति एव दत्तम् अष्टाध्यायी डाट् काम् मध्ये अस्ति भगिनि पाणिनीयशिक्षा अस्तु तत्र पश्यामि तत्र तत्र नीलेश् महोदयेन एव उक्तम् अपि च अन्यः अपि शिक्षकः अस्ति तेन अपि उक्तमासीत् तत्र हकारस्य उरसि भवति उच्चारणं तदेव भवेत् इति अतः पृष्टवती अनन्तरं प्रतिपादयतु अथवा प्रेषयतु कुतः एतादृशनियमः हा अस्तु अस्तु आम् इत्युक्ते नीलेश् महोदय वदति चेत् तत्र सः वदति चेत् तस्य किमपि प्रमाणं किमपि भवेत् खलु तस्य आधारेण सः वदति खलु तत् किम् अस्ति आम् आम् आम् तत्र अन्यः सञ्जीव् महोदय इति सः अपि उक्तवान् तदेव अतः आं भगिनि तर्हि सूत्रम् इदानीम् अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ श्नु प्रत्ययान्त अङ्गस्य स्वादि इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण ईं गुवं च आदेशः भवति अजादिप्रत्यये परे स्नुप्रसङ्गे एकक्षणं हा स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा त्रयोविंशति एव आम् त्रयोविंशति तमा परिभाषा इति परिभाषया तदन्तविधिः प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यनेन परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इति अर्थः युवोः इति विशेषणं धातुशब्दस्य एव यतोहि स्नुप्रत्ययान्त अङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इति एव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यम् येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः स्नुश्च धातुश्च भ्रूश्च तयोः इतरेतरद्वन्द्वः स्नुधातुभ्रुवः तेषां स्नुधातुभ्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ्गुवङ्गौ अचि सप्तम्यन्तं स्नुधातुभ्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तम् इयङ्गुवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं योः स्नुधातुभ्रुवाम् अङ्गानाम् इयङ्गुवङ्गौ अचि इति तर्हि एतत् सूत्रं पूर्वं दृष्टं स्नुप्रत्ययान्त अङ्गस्य इत्युक्ते तत्र सूत्रे अचि परे स्नुप्रत्ययान्त अङ्गस्य तत्र उदाहरणार्थं स्वादिगणे तत्र स्नु इति विगणप्रत्ययः भवति अतः तत्र स्नु इति अङ्गं भवति धातुयोगः स्नुप्रत्ययः तर्हि तत्र शक् इति स्वीकुर्मः चेत् शक्नु इति अङ्गम् अपि च चिनु इति अङ्गं भवति अपि तर्हि तत्र स्नु हा चिनु चिनु चिनोति इत्यत्र तत्र तु अस्तु इकारान्त उकारान्त धातुरूपी अङ्गस्य अपि च तत्र भू इकारान्त उकारान्त धातुरूपी अङ्गस्य अपि च भू भ्रू इति प्रातिपदिकस्य च तत्र तयो एतेषाम् इकार उकारस्य स्थाने इयङ् अपि च उवङ्गादेशः भवन्ति इति पठितवन्तः अपि च अजादिप्रत्यये परे भवति अपि च स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषायाः चिन्तनं भवति अपि च तत्र तद् अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः भवति तस्मात् इति अर्थः भवति अङ्गस्य अन्ते स्नुप्रत्ययः इति तर्हि प्रत्ययग्रहणे तदन्ताग्राह्याः इति अस्तु योः इति विशेषणं तत्र धातु शब्दस्य एव यतोहि स्नुप्रत्ययान्ते उकारः भवति भ्रू इति प्रातिपदिकस्यापि उकारः एव अस्ति अन्ते अतः तयोः प्रसक्तिः नास्ति तर्हि धातु इति एव अवशिष्यते इति तत्र योः इति धातोः एव विशेषणं भवति अपि च येन विधिस्तन्तस्य येन विधिः तदन्तस्य इत्यनेन धातोः अन्ते इकार उकारः स्यात् इति अर्थः भवति अपि च तत्र इतरेतरद्वन्द्वः स्नुश्च धातुश्च घ्नुश्च भ्रूश्च इति स्नुधातुभ्रुवः इति अपि च तदनन्तरं स्नुधातुभ्रुवाम् इति षष्ठीविभक्त्यां भवति इश्च उश्च इति अपि तयोः अपि इतरेतरद्वन्द्वः यु तयोः योः इति इ अपि उ यु इति तत्र किं भवति इतरेतरद्वन्द्वः यु तयोः अस्तु तर्हि तत्र षष्टिः भवति यु इत्यस्य योः इति षष्टिः भवति इयङ् उवङ् इति तयोः अपि इतरेतरद्वन्द्वः इयङ् उवङ्गौ इति भवति अचि इति सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं नु धातु ब्रुवां षष्ट्यन्तम् इति भवति अपि च व्योः इति षष्ट्यन्तम् इयङ् उवङ्गौ प्रथमान्तम् अनेक अपि च इति अनेकपदं सूत्रमस्ति अपि च अङ्गस्य इत्यस्य अधिकारः तर्हि अनुवृत्तिसहितसूत्रं व्योः श्नु श्नु इति प्रत्ययस्य अपि च उकारान्तधातोः भ्रू इति प्रातिपदिकस्य अङ्गानाम् इयङ्गुवङ् आदेशाः भवन्ति अचि परे इति अनुवृत्तिसहितसूत्रं वदति महोदय अत्र मुद्राराक्षसम् इति एकं नाटकमस्ति तत्र मङ्गलश्लोकः अन्तिमवाक्यं तु देव्याः निन्होतुम् इति अस्ति नि उपसर्गपूर्वकः अत्र इदानीमेव भवत्या अत्र किमपि भवतु हकारः वा नकारः वा भवति वा इति अत्र प्रश्नः उदेति खलु उदाहरणरूपेण अत्र गायत्रीमहोदयया उक्तं देव्याः निन् होतुम् इति भवति अतः तत्र नकारः प्रथमम् आगत्य कार्यं करोति अकारः अनन्तरमेव आगच्छति महोदय इति सामान्य पाणिनीयशिक्षायाः आधारेण तथा एव भवति परन्तु मतभेदाः सन्ति चेत् भवतु नाम अस्तु तर्हि समीचीनं सूत्रं तु अस्माकं परिचितमस्ति युवोः धात्वोः युवोः इति तत्र धातोः विशेषणमस्ति अनन्तरं स्नु इति उकारान्तमेव अस्ति ब्रू इत्यपि उकारान्तमस्ति तादृश अङ्गानां स्नु इत्युक्ते स्नु प्रत्यान्त अङ्गानां ब्रू प्रातिपदिकस्य इकारान्तधातुरूपी अङ्गस्य उकारान्तधातुरूपी अङ्गस्य इयङ् उवङ् आदेशौ भवतः अजादि प्रत्यये परे इति सूत्रार्थमस्ति तर्हि इदानीम् अग्रे गच्छामः विजयलक्ष्मी भगिनी अग्रे पठति वा ऊर्नुय् आच्छादने इति धातुः ऊर्णोतेर्विभाषा ऊर्णु धातोः उकारस्य ऊकारस्य भवेत् खलु भगिनि न अन्ते उकारः अस्ति खलु हा सत्यम् ऊर्णु धातोः उकारस्य विकल्पेन वृद्धिः हलादिपिति प्रत्यये परे इदं सूत्रं नास्ति किं भवेत् विभाषा सूत्रमेव खलु न इदं सूत्रं नास्ति चेत् ऊर्णुधातोः तिङ् प्रत्यये परे किं भवेत् किं कार्यं भवेत् ऊर्णुयोगः इति इत्युक्ते अत्र तु उतोवृद्धिर्लुकिहले इत्यनेन एकमेव रूपं लभ्यते परन्तु अत्र रूपद्वयम् इच्छ्यते अनेका चस्ति खलु अत्र तेन किं तेन इयं उवङ् इत्यस्य स्थाने न इयङ् अजादिप्रत्ययः नास्ति न पिति हलादिपिति अजादिः नास्ति हलादिपिति उतौ वृद्धि लुकि इत्यनेन उदन्ताङ्गस्य वृद्धिः स्यात् परन्तु तत् प्रभाद्य अत्र विकल्पेन भवति वृद्धिः उर्णु धातोः उकारस्य विकल्पेन वृद्धिः हलादिपिति प्रत्यये परे ऊर्णु योगहति ऊर्णौति ऊर्णोति अत्र उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धि तु भवति एव, परन्तु ऊर्णोतेर्विभाषा इति सूत्रात् विकल्पेन गुणः अपि भवति, अतः ऊर्णौति ऊर्णोति इति रूपद्वयं भवति। अस्य अपि अपवादः गुणोपृक्ते इति सूत्रम्, ऊर्णु धातोः उकारस्य गुणः एव भवति न तु वृद्धिः। अपृक्ते हलादि पित् सार्वधातुकप्रत्यये परे अपृक्ते अपृक्तसंज्ञा। अपृक्त इत्युक्ते किम् इति विस्मृतवती, दत्तमस्तु पठतु अग्रे। अपृक्त एकाल्, हा अपृक्त एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः अल् तस्य अपृक्तसंज्ञा भवति। हलादिपित्सु लङि तु स इतौ इति द्वौ प्रत्ययौ स्तः, अतः तयोः परयोः केवलं गुणः भवति न तु वृद्धिः, अन्यत् सर्वं तु धातुरिव। यू धातुरिव, अन्यत् सर्वं यू धातुरिव। ऊर्णोतेर्विभाषा इति सूत्रं वदति ऊर्णुधातोः हलादि पित् प्रत्यये परे विकल्पेन वृद्धिः भवति इति, अतः ऊर्णौति वृद्धिपक्षे ऊर्णौति, वृद्धिविकल्पेन पक्षे ऊर्णोति इति रूपद्वयं सिद्ध्यति। अस्य सूत्रस्यापि अपवादः अस्ति, कुत्र इति प्रश्ने सति, अपृक्त हलादि पित् सार्वधातुके परे, तत्रापि तत्र वृद्धि न भवति इति, गुणोपृक्ते इति सूत्रात् यत्र अपृक्त हल् सार्वधातुकप्रत्ययः परे भवति तदा वृद्धि न भवति केवलं गुणः एव भवति। अपृक्त इत्युक्ते यदा प्रत्यये इति न, अपृक्त इत्युक्ते केवलम् एक एव अल् वर्णः भवति प्रत्ययेव, किं प्रत्ययस्य एव अपृक्तसंज्ञा भवति। हा सत्यं सत्यं, प्रत्ययस्य एव भवति अपृक्त एकाल् प्रत्ययः। किमर्थम् अत्र अपृक्त एकाल् प्रत्ययः इति उक्तत्वात् अपृक्तसंज्ञा कस्य भवति? एकाल् प्रत्ययस्य अपृक्तसंज्ञा भवति, केवलं प्रत्ययस्य एव भवति वा? आमां, केवलं प्रत्ययस्य एव अपृक्तसंज्ञा भवति, एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययः। अस्तु, एकाल् प्रत्ययम् उद्दिश्य अपृक्तसंज्ञा विधीयते। तत् सूत्रं किम् अस्ति भगिनि? अपृक्त इति आयाति, इदानीं मनसि अस्ति परन्तु मुखे न आयाति। न, अग्रे अग्रे अस्ति खलु, अपृक्त एकाल् प्रत्ययः इति सूत्रमस्ति अग्रे, पश्यतु। दीर्घात् पृच्छति वा? तत् पृच्छति वा? अस्तु अस्तु, ओके। अतः अपृक्त एकाल् प्रत्ययः इत्यनेन यस्य प्रत्ययस्य केवलम् एक एव अल् वर्णः भवति तदपि हल् वर्णः भवति तस्य अपृक्तसंज्ञा भवति। यथा लङ् लकारे तु इति अस्ति, अपि च स इति अपृक्त एकाल् प्रत्ययाः सन्ति, प्रत्ययौ स्तः, तेषां तेषां न तेषु परेषु ऊर्णो धातोः केवलं गुणः भवति. ऊर्णो धातोः केवलं गुणः भवति. अतः रूपं कथं भवति भगिनी? अ योगः उ औ इति ओ. इदानीं रूपस्य विषये चिन्तनं कुर्मः. इदानीं रूपस्य विषये चिन्तनं कुर्मः. समीचीनं धन्यवादः भगिनि. इदानीं तत्र लटि इति किं सरस्वती भगिनी वदति वा? लटि आं भगिनि. लटि ऊर्णुयोगः अन्ति. तर्हि तत्र पित् अस्ति, उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवेत्, परन्तु तत्र ऊर्णोतेर्विभाषा इत्यनेन सूत्रेण विकल्पेन भवति वृद्धिः. अतः ऊर्णौति ऊर्णोति एवं रूपद्वयं लभ्यते. तर्हि ऊर्णौति ऊर्णोति, पुनः ऊर्णुतः तत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं. तदनन्तरम् अन्ति अस्ति, तदा उकार अस्ति, तर्हि अकिष्णुधातुगृहं युवर्यङ्गुवङ्गो. ऊर्णुवन्ति. तदनन्तरं मध्यमपुरुषे पुनः सिप् पित् अस्ति, अतः पुनः रूपद्वयम् तथा आदेशप्रत्यययोः अनेन अपि कार्यं भवति. अतः ऊर्णौषि ऊर्णोषि एवं भवति. पुनः मध्यमपुरुषे केवलं वर्णमेलनम् ऊर्णुथः ऊर्णुथ. तदनन्तरं मिप् अस्मस्, तर्हि मी वहमः, तत्र पुनः मी पित् अस्ति, अतः ऊर्णौमि ऊर्णोमि. ऊर्णुवः ऊर्णुमः, तत्र किमपि केवलं वर्णमेलनं लटिरूपाणि. लोटि सम्यक् सम्यक् समीचीनं. लोटि वदतु. हा, तर्हि लोटि सुताम् अन्तु. तर्हि तु अस्ति, तदा पित् अस्ति, तर्हि ऊर्णौ तु ऊर्णोतु. तात् तु अपित् अस्ति, तर्हि केवलं वर्णमेलनम् ऊर्णुतात् ऊर्णुताद्, द्वयोरपि जष्ट्व भूत्वा दष्ट्व चर्त्व. तां, तर्हि केवलं वर्णमेलनम् ऊर्णुताम्. अन्तु अत्र अचिष्णुधातु भ्रुवां जिवोर्यङ्गुवङ्गो, अत्र ऊर्णुवन्तु भवति. तदनन्तरम् अस्ति ताम् अन्तु हितात्. तर्हि हि तथा तात् द्वयोपि अपित् अस्ति, तर्हि केवलं वर्णमेलनम् ऊर्णु हि, परन्तु उकारात् अनन्तरं हि अस्ति. सर्वे कार्यमस्ति भगिनि? न, ऊर्णु हि एव भवति वा? ऊर्णु हि, आमाम् ऊर्णु हि ऊर्णु हि. अहं चिन्तयामि जल्भ्यर्घेदि वा किमपि अन्य कार्यमस्ति वा? नास्ति न, उकारात् अनन्तरं जलन्तेभ्यः खलु, जलन्तः नास्ति. आमाम् आम् न, तथैव अन्य कोऽपि अन्य किमपि सूत्रमस्ति वा? तस्य चिन्तनं कृतवान्. ऊर्णुहि ऊर्णुतात् ऊर्णुताद्, द्वयोरपि पितात् तं तं त ऊर्णुतम् ऊर्णुत. तदनन्तरम् अनि आव आम, अत्र पित् अस्ति, अतः पित् अस्ति परन्तु हलादि नास्ति. अतः गुण भवति ऊर्णो आनि. तदनन्तरम् ऊर्णवानि ऊर्णवानि ऊर्णवाव ऊर्णवाम. सम्यक् सम्यक्, धन्यवादः भगिनि, समीचीनं. विजया भगिनि, लङ्गि लङ्गि विधिलिङ्गि भगिनी, अन्ते खलु उभयपदि वा? कुत्र ऊर्णूय ऊर्णूय इति अस्ति खलु ण्यकारस्य का गतिः ण्यकारस्य का गतिः उभयपदिति वा उभयपदि तावदेव हलन्त्यमित्यनेन लोपः उभयपदित्वम् इदानीं पश्यामः परस्मैपदीं दृष्ट्वा अनन्तरम् अस्ति वा विजया भगिनी आं महोदय अहं वदामि अत्र अत्र लङ्लकारे सर्वत्र अत्र आडाजातीनाम् इत्यनेन आट आगमः भवति अतः तत्र आयोगः ऊर्ण ऊर्णू इति भवति इदानीम् अत्र आटच्छ इत्यनेन वृद्धिः भवति अतः तत्र इत् अस्ति और्णोत् इति भवति वृद्धिः भवति और्णोत् इति भवति अनन्तरम् अन्यस्मिन् पक्षे अत्र वा अवसाने इति भूत्वा न प्रथमम् अत्र तकारस्य स्थाने दकारः भवति जलां जसन्ति इत्यनेन अथवा तत्र और्णोद् और्णोत् इति वृद्धिः भवति कुत्र वृद्धिः भवति अत्र अकारः आटश्च इति आडजादीनाम् आट भवति अनन्तरम् आकारः अस्ति ऊकारः अस्ति आकार ऊकारमेलनेन वृद्धिः भवति खलु महोदय और्णु इति दातु और्णु योगः तप्रत्ययः इदानीं वदतु और्ण योगः और्णो योगः त मेलनेन और्णोत् एव न और्णुयोगः त तत्र किं कार्यं भवति और्णुयोगः त इति प्रसङ्गे किं कार्यं भवेत् इदानीं दृष्टवन्तः अत्र उकारस्य स्थाने वृद्धिः भवति खलु अत्र हलादि पित् अस्ति चेत् अत्र प्रत्ययपरे अतः ऊर्णोतेर्विभाषा इत्यनेन इत्यनेन भवेत् अत्र अन्यत् किमपि चिन्तनमस्ति वा विकल्पः भवति खलु अतः विकल्पः भवेत् परन्तु अत्र तदर्थम् अन्यत् ऊर्णो धातु उकारस्य गुणः एव भवति न तु वृद्धिः गुणो अपृक्ते इत्यनेन अतः अलादिप्रेत् अस्ति चेत् सार्वधातुकप्रत्ययपरे अपृक्त एकाल् प्रत्ययः अस्ति चेत् अत्र तकारस्य लोपः भवितुम् अर्हति परन्तु अत्र न तकारस्य लोपः कथं भवितुमर्हति अत्र अपृक्ते एकाल् प्रत्ययः अस्ति चेत् अत्र अल्याभ्य दीर्घस्तुति सपृक्तम् न न न अपृक्ते एकाल् प्रत्ययः अस्ति चेत् हल्याभ्यो भवति इति न हल्याभ्यो इति कथं भवति कदा भवति हल्वर्णः परे अस्ति चेत् हल्वर्णः परे न हल्वर्णः पूर्वं भवेत् हलन्तात् आमां हलन्तात् अत्र हलन्तात् नास्ति खलु इदानीम् हल्याभ्यो न भवति ऊर्णु इति अस्ति अत्र उकारस्य स्थाने विकल्पेन वृद्धिः भवति अतः तत्र उकारस्य स्थाने वृद्धिः भवति न न तत्तु अस्ति भगिनि तत्तु अस्ति इदानीं भवती उक्तवती खलु यथा भवती उक्तवती गुणोपृक्ते इति सूत्रेण अपृक्तसंज्ञकः अपृक्तसंज्ञकः प्रत्ययः अस्ति चेत् तदानीम् उकारस्य गुणः एव भवति न तु वृद्धिः आम् अतः गुणः एव भवति तत्र ऊर्णो ऊर्णो तु योजने ऊर्णो ऊर्णोर्णोर्णोर्णोयोगः और्णोत् इति भवति और्णोत् गुणः भवति अनन्तरं प्रथमं वृद्धिः अनन्तरं गुणः भवति अतः तत्र अनन्तरम् अत्र और्णोत् इति जलां जिषन्ति भूत्वा और्णोद् इति भवति वावसाने भूत्वा और्णोत् इति रूपं द्वयं भवति अत्र ताम् इति अस्ति अत्रापि अत्र वृद्धिः एव भवति अत्र आटश्च इत्यनेन अनन्तरं ता इति अस्ति हलादि अपि हलादि अपित्येव अतः तत्र एकक्षणम् एकक्षणं सर्वत्र आटश्च आडाजादीनाम् आटश्च सर्वत्र भवति यतः और्णु इति अङ्गम् अस्ति इदानीम् और्णुयोगः तां तत्र किं भवति वर्णमेलनेन और्णुताम् एव भवति गुणः न भवति अनन्तरम् अत्र अत्र अन्यति भवति तत्र अपि अजादि अपि तस्ति तत्र अपि अन गुणः निषेधः भवति प्रथमम् अत्र सर्वत्र और्नु इदानीम् अत्र और्नु अत्र अत्र अच्वर्णः परे अस्ति चेत् अत्र अचिष्णु धातु गुरुवाङ्गि ओ रियम् ओर्णु इत्यनेन अत्र उकारस्य स्थाने वकारः भूत्वा और्नौ अनन्तरम् अन्न योजनेन और्णवन् और्णुवन् इति भवति और्णवन् अनन्तरम् अत्र और्नु इति भवति तत्र सकारः भवति अत्र ऋत्व विसर्गो भूत्वा न तस्मात् पूर्वं किं भवेत् पूर्वम् आम् अत्र गुणः भवति खलु महोदय अत्र पूर्वं दृष्टवन्तः गुण अपृक्ते इत्यनेन गुणः भवति अतः तत्र पूर्वं वृद्धिः अनन्तरं गुणः और्णो ऋत्वविसर्गो भूत्वा और्णोः इति भवति इत्युक्ते तथा तथा मा वदतु पूर्वं वृद्धिः अनन्तरं गुणः इति वदति चेत् सर्वे चिन्तयन्ति अत्र विकल्पेन भवति इति चिन्तयन्ति तथा नास्ति अङ्गं तु और्नु इति अङ्गं तत्तु पूर्वमेव साधितम् पुनः तथा न वदतु पूर्वं वृद्धिः अनन्तरं गुणः इति वदति चेत् क्लेशः भवति सर्वत्र आडदादीनाम् आटश्च इति कार्यं जायते एव लङ् अस्ति अतः तत्र और्णोः इति भवति अनन्तरं तं योजनेन तम् इति हलादि अपि अस्ति अतः गुणनिषेधः भवति और्णुतम् इति भवति और्णुत इति भवति इदानीम् अत्र और्णवम् इति भवति तत्र किम् अस्ति चेत् अत्र अम् योजनेन अत्र किम् अस्ति अत्र एतु एव यावः इत्यनेन अवादेशः भूत्वा न तत्तु अनन्तरं भवति प्रथमतया किं भवति और्णु योगः अम् अत्र इदानीम् अत्र गुणकार्यम् इत्युक्ते अस्ति अत्र केन सूत्रेण गुणकार्यम् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अनन्तरम् अत्र अम् भवति तत् स्थाने एव इदानीम् और्णो और्णो और्णो इति भवति अत्र एचो एव यावः इत्यनेन अवादेशः भूत्वा अनन्तरम् अम् योजनेन और्णवम् इति भवति इदानीम् अत्र व म अस्ति एतत्तु हालादि अपि तस्ति अतः किमपि कार्यं नास्ति वर्णमेलनमेव और्णुव और्णुम इति भवति तावदेव सम्यक् विधिलिङ्गि सम्यक् विधिलिङ्गि अत्र यात् याताम् इति अस्ति सर्वत्र अत्र ऊर्णु इति धातु अस्ति यात् इति अस्ति अत्र किमपि कार्यं नास्ति एव ऊर्णुयात् ऊर्णुयाद् तत्र अपि अत्र रूपं द्वयं भवति एकस्मिन् पक्षे जलां जषन्ति अन्यस्मिन् पक्षे वा अवसाने इत्यनेन अनन्तरम् अत्र याताम् इति अस्ति ऊर्णुयाताम् अनन्तरम् अत्र ऊः अस्ति ऊर्णु ऊर्णुयुः इति भवति अनन्तरं ऊर्णुयाः ऊर्णुयातं ऊर्णुयाव न ऊर्णुयाः ऊर्णुयातं ऊर्णुयात् ऊर्णुयावं न ऊर्णुयाम् ऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम इति भवति समीचीनं सम्यक् सम्यक् तर्हि धन्यवादः भगिनि तर्हि इदानीं अग्रे गच्छामः एकः प्रश्नः अस्ति वदामि वा आमां पृच्छतु ऊर्णु धातु एव गुण एव भवति अपृक्तप्रत्ययपरे अन्ये अन्ये उकारान् धातवः गुण वृद्धि भवति खलु उतो वृद्धि लुकि हलि इति सूत्रस्य कार्यं अनादिगणीय ये उकारान्तदातवः सन्ति तेषां सर्वेषां विषये भवति कुतोवृत्तिर्लुकिहलि इत्यस्य कार्यं केवलम् ऊर्णुधातोः विषये ऊर्णोतेर्विभाषा गुणो गुणोपृक्ते इति सूत्रद्वयं विशिष्टसूत्राणि अत्र सूत्रद्वयं धन्यवादः. अस्तु तर्हि इदानीम् आत्मनेपदीरूपाणि लटि कः वदति तत्र किम् उमाभगिनी वक्तुम् इच्छति वा लटि वदतु झटिति आत्मनेपदी झटिति आगच्छतु अस्ति वा अस्ति सूर्यकुमारी भगिनी वदतु. हा भगिनि ऊर्णते ऊर्णवाते ऊर्णवते ऊर्णसे ऊर्णवाते ऊर्णुद्वे ऊर्णयोगः ए ऊर्णवे न न न ऊर्णवे न ऊर्णवे किमर्थम् ऊर्णवे गुणः नास्ति खलु तत्र ए इति प्रत्ययः कीदृशप्रत्ययः अपित् अपित्वा ए अपित् प्रत्ययः तर्हि वर्णमेलनं सन्धिकार्यमस्ति न न न वर्णमेलनं नास्ति तत्र कीदृशप्रत्ययः अलादिः वा अजादिः वा अजादि अजादिः चेत् किं भवेत् ऊर्णवे भवति न न न अजादिप्रत्ययः अस्ति चेत् कीदृशकार्यम् वकारादेशः भवति वकारः न उवङ्गादेशः अचिष्णु धातु ब्रुवां क्षम्यताम् उवङ्गादेश ऊर्णव ऊर्णवेव भवति न न न न चिन्तयतु ऊर्णु योगः ऊर्णुवे भवति भगिनि ऊर्णुवे उवङ्ग ऊर्णुवे ऊर्णुवहे ऊर्णुवे लोटि लोटि ऊर्णयोगः ताम् ऊर्णुताम् ऊर्णुवाताम् ऊर्णवतम् वताम् ऊर्णस्व ऊर्णुवाताम् ऊर्णध्वम् ऊर्णुध्वम् ऊर्ण तत्र गुण भवत् कार ऐकारः ऊर्णो ऊर्णव ऊर्णवै भवति आवहे तत्रापि गुण भवति ऊर्ण ऊर्णयोगः आवहै ऊर्णो ऊर्णवामहै ऊर्णवामहै समीचीनं समीचीनं धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः तत्र लङ्गि मीनाभगिनी मीनाभगिनी वदतु वदामि भगिनि अत्र लङ्गि त आताम् अथ थासा थाः आतां द्वम् इव हिमहि तत् आड् आडागमः अपि च आटश्च सूत्रद्वयेन औ औ नु इति अङ्गमस्ति त त इति नित्प्रत्ययः औ नु त औ नु और्णु इति अङ्गम् आतां भवति अचि प्रत्ययः अस्ति अचि स्नु धातु ब्रुवां यो अयङौ इति सूत्रेण युवङ् उवङ् आगमः भवति और्णुवाताम् और्णुवाताम् और्णुवथ और्णु अथ आताम् अथ और्णु अथ और्णुवथ तदनन्तरम् और्णुथ और्णुथाः और्णुताः और्णुवा हलादिपित्तस्य अपितस्ति और्णुताः और्णुवाताम् अचिष्णु अचिष्णु धातु युवङ् वङ्गवति सूत्रेण और्णुवाताम् और्णु और्णु और्णु तत्र और्णुध्वम् इति तत्र और्णो तदा किमपि भेदः नास्ति और्णु द्वं मेलनमेव तदनन्तरम् और्णु और्णु इ महिमहि तत्र और्णु इ औ अचिष्णु इति अच्युद अजादि अस्ति तत् अचिष्णु धातु ब्रुवां सूत्रेण और्णुवि और्णुव् इ और्णुवि और्णु तत्र महिमहि किमपि भेदः नास्ति तत्र और्णु इति अङ्गमस्ति महिमहि और्णुवहि और्णुमहि विधिलिङ्गि विधिलिङ्गि ईतयातां ईरङ्गीताः ईयाताम् ईद्वम् ईयै महिमहि तत्र ऊर्णु तत्र अङ्गमस्ति ऊर्णु ई भवति अजन्तमस्ति अजादि अस्ति प्रत्ययः तस्मात् अचिष्णु धातु ब्रुवामि सर्वत्र भवति इति चिन्तयामि ऊर्णु ईत ऊर्णुवीत ऊर्णुवीत ऊर्णुवीया ऊर्णुवीयाताम् ऊर्णुवीरन् सर्वत्र ईतयाताम् ईकारः अस्ति तस्मात् ऊर्णुवीताः ऊर्णुवीयाताम् ऊर्णुवीद्वम् ऊर्णु ईद्वम् ऊर्णुवी इयैवहिमहि ऊर्णुवीय ऊर्णुवीमहि ऊर्णुवीमहि समीचीनं महोदय सम्यक् सम्यक् इति ऊर्णुधातोः रूपाणि अस्माभिः साधितानि तत्र कृपया म्यूट् करोतु भगिनि हा इति इदानीं तत्र सूत्राणि न पठितानि तर्हि एकवारं सूत्राणि पठामः अग्रिमसप्ताहे इत्युक्ते तत्र केवलं सारांशः एव अस्माभिः दृष्टः सारांशः तर्हि इदानीं किञ्चित् सूत्रम् एकवारं पठामः त्रीणि सूत्राणि सन्ति एकवारं पठामः वयं तु अर्थः कः इति जानीमः एव परन्तु चिन्तनं किञ्चित् कुर्मः इदानीं समयः अपि अतीतः समयः समाप्तः तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः वा नास्ति महोदय धन्यवादः शुभदिनं नमस्कारः अस्तु भगिनि धन्यवादः धन्यवादः धन्यवादः धन्यवादः